नमस्सर्वेभ्यः. अस्माकं विषयः अस्ति तनादिगणः इति. तत्र तनादिगणे दशधातवः सन्ति. अत्र तनादिगणे प्रक्रिया, स्वादिगणे यथा प्रक्रिया आसीत् तथैव अत्रापि बहु साम्यं वर्तते. तनादिगणे तनादिकृभ्यः उः इति सूत्रेण उ इति विकरणप्रत्ययः विधीयते. उ इति विकरणप्रत्ययः दशसु गणेषु अयं विशेषः अस्ति. उ इति विकरणप्रत्ययः सार्वधातुकप्रत्ययः नास्ति, किञ्चित् भिन्नः. अतः आर्धधातुकप्रत्ययः अस्ति, आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः अस्ति. तर्हि आर्धधातुकप्रत्ययमाश्रित्य यानि कार्याणि भवन्ति तानि सर्वाणि कार्याणि अत्रापि भवन्ति. इत्युक्ते अत्र विशेषतया गुणकार्यं सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति इत्यनयोः सूत्रयोः प्रसक्तिः अत्रापि भवति. यतोहि उ इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. तर्हि अत्र अस्माभिः अपि चर्चितं, यद्यपि अत्र सार्वधातुकप्रक्रिया प्रचलति अस्ति लट् लोट् लङ् विलिलिङ् इति, तथापि तत्र विकरणप्रत्ययः उ इति अस्ति इति कृत्वा लकारः आर्धधातुकलकारः इति वा इति चेत् न. यद्यपि विकरणप्रत्ययः उ इति आर्धधातुकप्रत्ययः अस्ति, परन्तु लकारः तु सार्वधातुकलकारः एव. लकारः अपि च मध्ये विकरणप्रत्ययानयोः भेदः वर्तते. लकारः सार्वधातुकलकारः एव, यतोहि धातुना तत्र धातुः साक्षात् पुरतः तिङ्प्रत्ययः अस्ति. तदानीं तिङ्प्रत्ययम् आश्रित्य विकरणप्रत्ययस्य विधानं भवति इति कृत्वा धातुना साक्षात् तिङ्प्रत्ययं तिङ्प्रत्ययः दृश्यते इति कृत्वा अत्र मध्ये विकरणप्रत्ययः आयाति. यत्र यत्र तिङ्प्रत्ययः दृश्यते साक्षात् तत्र तु सार्वधातुकलकारः इत्येव वयं वदामः. यतोहि विकरणप्रत्ययस्य प्रसक्तिः तदानीमेव भवति. कर्त्रार्थे सार्वधातुके परे धातुतः विकरणप्रत्ययस्य विधानं भवति. कर्तरि शप् वा भवतु, अन्य यत्किमपि सूत्रम् अन्यत् सूत्रं भवतु, सर्वत्र सार्वधातुककर्त्रार्थकप्रत्ययमाश्रित्य एव विकरणप्रत्ययस्य विधानं भवति. अतः अत्रापि लकारः सार्वधातुकलकारः एव, यद्यपि मध्ये विकरणप्रत्ययः अर्धधातुकविकरणप्रत्ययः. अतः मध्ये यः प्रत्ययः अस्ति सः सार्वधातुकप्रत्ययः एव भवेत् इति नास्ति. अर्धधातुकमपि भवितुम् अर्हति, न कोऽपि क्लेशः. तर्हि अत्र तनादिकृभ्यः उः इत्यत्र कृ इति धातुः विशेषतया तत्र तनादिकृभ्यः उः इत्यत्र उक्तः अस्ति. तर्हि किमर्थम् उक्तम् इति चेत् अस्य विषये अधिकं समाधानं व्याख्यानेषु न प्राप्यते, परन्तु वयम् ऊहं कर्तुं शक्नुमः यत् तत्र कृधातुः विशेषः वर्तते. तनादिगणे सामान्य यानि सूत्राणि सन्ति तेषां प्रसक्तिः कृधातोः विषये न भवति. कृधातोः विशेषतया कतिचन सूत्राणि सन्ति यद् वयं करपत्रस्य अन्ते वयं पश्यामः. तर्हि अत्र तत्र अत्र दशधातवः सन्ति इति उक्तं. तर्हि अत्र दशधातुषु एकः एव धातुः अजन्तधातुः अस्ति, अन्ये सर्वे धातवः हलन्तदातवः. नवधातवः हलन्तदातवः सन्ति. तेषु नवसु धातुषु तत्र त्रयः धातवः संयोगपूर्वः सन्ति. त्रयः धातवः संयोगपूर्वः इत्युक्ते विकरणप्रत्ययात् पूर्वं संयोगः विद्यते. षण्णां धातूनां तत्र पूर्व उकारात् प्राक् संयोगः नास्ति इति. अत्र यथा स्वादिगणे संयोगपूर्व उकारः संयोगपूर्व उकारः इति भेदः आसीत्, तत्रापि तथैव भेदः भवति. तर्हि अत्र अपि च तत्र नवसु धातुषु पञ्चधातवः अधुपदधातवः इति कृत्वा तत्र गुणकार्यस्य किमपि प्रसङ्गः नास्ति. धातुः अपि च विकरणप्रत्ययः अनयोः केवलं साक्षात् योजनमेव भवति. अपि च तत्र नवसु हलन्तधातुषु चत्वारः लघुपदधातवः यत्र गुणस्य प्रसक्तिः भवति. तेषु चतुर्षु धातुषु तत्र अस्ति ऋण् घृण् वृण्, यत्र गुणः यदा जायते तदानीम् अर्णो घर्णो वर्णो इति रूपं लभ्यते, अङ्गं लभ्यते. तत्र वयम् उकारात् प्राक् संयोगं वयं पश्यामः. रेपः णकारः अनयोः संयोगः सर्वत्र दृश्यते, त्रिषु अपि धातुषु. अतः अत्र केवलं एते त्रयः धातवः एव यत्र संयोगपूर्व उकारः भवति. कृधातुः विशेषः अजन्तधातुः, तस्य विषये अनन्तरं पश्यामः. परन्तु अवशिष्ट षण्णां धातूनां तत्र संयोगः नास्ति उकारात् प्राक्, अतः संयोगः नास्ति चेत् तेषां प्रक्रिया यथा स्वादिगणे आसीत् तथैव भवति. केवलम् एकः एव भेदः यत् अजादि अपित्सु अचिष्णु धातु ब्रुवां युवर् यङ्ग् वङ्ग इत्यस्य प्रसङ्गः अत्र नास्ति, यतोहि अत्र स्नुप्रत्यान्तमङ्गं नास्ति इति कृत्वा अचिष्णु धातु ब्रुवां युवर् यङ्ग् वङ्ग इत्यस्य प्रसक्तिः नास्ति. अपि च अत्र उकारान्तधातवः न सन्ति, ईकारान्तधातवः न सन्ति इति कृत्वा अचिष्णु धातु ब्रुवां युवर् यङ्ग् वङ्ग इत्यस्य प्रसक्तिः नास्ति. साक्षात् तत्र यणादेशः इको यणचि इत्यनेन यणादेशः भवति, यतोहि तत्र उ इति विकरणप्रत्ययं योजयामः चेत् अङ्गम् उकारान्तं भवति. तत्पश्चात् तत्र अजादिप्रत्ययः वर्तते चेत् अजादि तिङ् प्रत्ययः तदानीं यणादेशः एव भवति. अत्र यत्र संयोगः संयोगः यत्र वर्तते इत्युक्ते तत्र त्रयाणां धातूनामेव संयोगः वर्तते, संयोगः यत्र वर्तते तत्र तु यथा स्वादिगणे यथा आसीत् तथैव अत्र अस्ति. केवलम् अजादि अपित्सु अचिष्णु धातु ब्रुवां युवर् यङ् वङ्ग इत्यस्य प्रसङ्गः नास्ति, केवलम् इकोयणचि इत्यनेन यणादेशः भवति. हलन्तधातुषु अवशिष्टषण्णां धातूनाम् अवशिष्टानां षण्णां धातूनां तत्र पूर्वं संयोगः नास्ति, उकारात् विकरणप्रत्ययात् पूर्वं संयोगः नास्ति इति कृत्वा स्वादिगणे यथा आसीत् तथैव अत्रापि भवति. वकारादि मकारादिप्रत्ययपरे विकल्पेन उकारस्य लोपः भवति. हि प्रत्ययपरे तत्र विकल्पेन हि इत्यस्य लुक् भवति. अनन्तरम् अजादिप्रत्ययः परः अस्ति चेत् तत्र तु यणादेशः एव भवति, परन्तु सूत्रमेव भिन्नम्. अत्र स्वादिगणे हुष्णोः सर्वधातुके इति आसीत्, अत्र केवलं इको एनर्जि इति अस्ति. तर्हि संयोगपूर्वः अस्ति चेत् किमपि तत्र महान् भेदः नास्ति, केवलं यणादेशः भवति. अजादिपि अपित्सु यणादेशः भवति इको एनर्जि इत्यनेन. संयोगपूर्व उकारः अस्ति चेत् तत्र केवलं स्थलद्वये एव भेदः, हि प्रत्ययस्य लोपः भवति, अनन्तरं वकारादि मकारादिप्रत्ययपरे उकारस्य लोपः भवति. अजादि अपित्सु यणादेशः भवति, तत्तु संयोगः वा संयोगः उभयत्र इको यणचि इत्यनेन यणादेशः भवति. परन्तु अत्र स्वादिगणात् किञ्चित् तत्र कश्चन भेदः वर्तते, स्वादिगणात् भेदः वर्तते. स्वादिगणे तु असंयोगपूर्व उकारः चेत् त्रिषु स्थलेषु भेदः आसीत्, हि लोपः मकारादि मकारादिप्रत्ययपरे उकारस्य लोपः, अनन्तरं कृष्णुः सारदातके इत्यनेन यणादेशः आसीत् असंयोगपूर्व उकारः इति चेत्. अत्र तनादिगणे हि लोपः भवति, मकारादि मकारादिप्रत्ययपरे उकारस्य लोपः तदपि भवति, यणादेशः अपि भवति. यथा स्वादिगणे अत्रापि यणादेशः भवति, केवलं भेदः कः इति चेत् उष्णोः सर्वदात्तिके इत्यनेन न भवति, अपि तु इको एणचि इत्यनेन भवति इति असंयोगपूर्व उकारस्य विषयः. संयोगपूर्व उकारः चेत् स्वादिगणे तत्र सामान्यमस्ति, केवलम् अजादि अपि तु अचिष्णु धातु ब्रुवं युवर् यङ् वङ्गौ इत्यस्य प्रसङ्गः आसीत्, तेन उवङादेशः जायते, यतोहि तत्र तु श्नु प्रत्यन्तम् अङ्गम् इति निमित्तं वर्तते. अचिष्णु धातु इति अस्ति खलु, श्नु धातु, श्नु इति निमित्तम् अस्ति इति कृत्वा तत्र उवङादेशः भवति. अनादिगणे संयोगपूर्व उकारः चेत् असंयोगपूर्व उकारः चेत् तत्र स्वादिगणवत् एव भवति, केवलम् अजादि अपित्सु तत्र यणादेशः भवति को एणचि इत्यनेन, यतोहि अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसङ्गः अत्र नास्ति तनादिगणे, यतोहि श्नु प्रत्यान्तमङ्गं नास्ति, उकारान्तधातुरूपि अङ्गमपि नास्ति इति कृत्वा सामान्य यणादेशः इति भवति इति तावानेव भेदः अथवा तावन्तः एव भेदाः सन्ति. अत्र तिङ्प्रत्ययाः अपि अनदन्ताङ्गानां ये तिङ्प्रत्ययाः सन्ति ते एव अत्रापि सन्ति, अतः तत्रापि महान् भेदः नास्ति, बहु साम्यं वर्तते. तर्हि इदानीम् अत्र स्थलद्वये असंयोगपूर्वः चेत् स्थलद्वये भेदः इति यद् उक्तं तत्तु तत्र एकं तु तत्र किं हि इति प्रत्ययस्य लुक् भवति उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण इति प्रथमः भेदः हि प्रत्ययस्य लुक् भवति असंयोगपूर्व उकारः इति अस्ति चेत् तत्तु षण्णां धातूनां भवति तत्सूत्रमपि अस्माभिः गतवर्गे दृष्टम् इदानीं द्वितीयः भेदः अत्र षण्णां धातूनां यत्र संयोगः उकारात् प्राक् संयोगः नास्ति तत्र वकारादि मकारादि प्रत्यये परे उकारस्य विकल्पेन लोपः भवति अङ्गस्य यः अन्ते उकारः अस्ति तस्य तत्र लोपश्चास्य अन्यतरस्य मोहो इति सूत्रं तत्र द्वितीयभेदः इति आरभ्य वयं पठामः सोमभगिनी आरब्धुमिच्छति वा द्वितीयः भेदः द्वितीयभेदः द्वितीयभेदः हलादि अपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः यत्र संयोगपूर्वम् उकारान्तम् अङ्गम् अस्ति तत्र अस्य नियमस्य पालनं सर्वत्र यत्र अङ्गम् असंयोगपूर्वम् उकारान्तम् अस्ति तत्र हलादि अपित् प्रत्ययः मकारादि वकारादि वा चेत् तर्हि विकल्पेन अङ्गान्तस्य उकारस्य लोपः भवति तनुयोगः वः तन्वः अथवा तनुवः इति अग्रे पठामि वा आमाम् अवश्यम् अवश्यं सूत्रपठ लोपश्चास्यान्यतरस्यां मोः इति लोपस्य लोपः च अस्य अन्यतरस्यां मकारवकारयोः परे असंयोगपूर्वस्य प्रत्यय अवयव उकारस्य विकल्पेन लोपो भवति वकार मकारादौ प्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य लोपः न तु पूर्णाङ्गस्य अस्य इत्यनेन पूर्वतनसूत्रे स्थितस्य असंयोगपूर्वस्य प्रत्ययस्य उतः इत्यस्य उल्लेखः मा च मकारः च वकारः च तयोरितरेतरद्वन्द्वः मौ इति तयोः मोः इति भवति लोपः प्रथमान्तं च अव्ययपदम् अन्यतरस्यां सप्तम्यन्तं मोहो सप्तम्यन्तम् अनेकपदमिदं सूत्रम् उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्य पूर्णतया अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोहो अन्यतरस्याम् इति तर्हि द्वितीयभेदः किम् इति इदानीं हलादि अपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः इति दृष्टवन्तः तत्र अपित् अस्ति चेत् गुणः न भवति तेन कार्यमपि न भवति वर्णमिलनं भवति तत्र यत्र संयोगपूर्वम् उकारान्तम् अङ्गम् अस्ति तत्र अस्य नियमस्य इत्युक्ते सामान्यनियमः हलादिपित्सु किमपि कार्यं नास्ति इति नियमस्य पालनं सर्वत्र भवति यत्र संयोगपूर्वम् उकारान्तम् अङ्गम् अस्ति चेत् तत्र यत्र अङ्गम् असंयोगपूर्वम् उकारान्तम् अस्ति चेत् तत्र हलादिपित् प्रत्ययः मकारादिवकारादि वा चेत् मोः परे तर्हि विकल्पेन अङ्गान्तस्य उकारस्य लोपः यथा तत्र तनुयोगः वः तनुवः इति एकं रूपम् अस्ति किन्तु विकल्पेन तन्वः इति अपि भवति तत्र उकारलोपः अस्मिन् गणे अपि किं तत्र तदेव अग्रिमसूत्रं लोपश्च अस्य अन्यतरस्यां मोहो एतदेव सूत्रम् अस्वादिगणे अपि दृष्टवन्तः इदं सूत्रं वदति असंयोगपूर्वस्य प्रत्यय अवयव उकारस्य यथा तत्र तन्योगः विकरणप्रत्ययः अर्धधातुकविकरणप्रत्ययः उ तनु उकारस् किं तत्र प्रत्यय अवयव उकारस्य विकल्पेन लोपः भवति इति. तत्र उ इति प्रत्ययः अस्ति, अपि च तत्र किम् अग्रे तनु इति स्वीकृतम् उदाहरणेन तत्र तन् योगः उ प्रत्यय अवयव उकारः भवति तनु इति. तस्य उकारस्य विकल्पेन लोपः भवति यत्र तन्वः इति वदामः. तत्र केवलं यदा वकारः मकारः वा पुरतः अस्ति चेत् इति विषयः तत्र. तर्हि तत्र वः मः इति एकत्र अस्ति किं तत्र उत्तमपुरुषे द्विवचने बहुवचने, अपि च लट्लकारे अपि च लङ्लकारे वा मा इति तत्रापि भवति. सम्यक् खलु भगिनी? तत्र वकारमकारयोः तत्र लटि अपि लङ्गि किं तत्र द्विवचने बहुवचने उत्तमपुरुषे. अस्तु, तर्हि येन विधिस्तदंशस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति इति, अपि च तनु इति येन विधिः तदन्तस्य इति भवति तत्र, तदपि तस्य अन्ते अन्त्यस्य उकारः अपि इति. अलोन्त्यस्य इत्यनेन अङ्गान्ते उकारस्य लोपः, अधः अन्तस्य अङ्गस्य अन्ते यत् उकारः अस्ति तस्य एव लोपः इति, न तु पूर्णाङ्गस्य इति. अपि च अस्य इत्यनेन पूर्वतनसूत्रे स्थितस्य इत्युक्ते असंयोगपूर्वस्य प्रत्ययस्य उतः इत्यस्य उल्लेखः. तत्र असंयोगपूर्व अङ्गम् इति भवेत् निमित्तं तस्य प्रत्ययस्य उतः इति, इत्युक्ते तत्र अतनु इति असंयोगपूर्वः, तस्य प्रत्ययस्य इति उ इति प्रत्ययः, तस्य उतः इत्युक्ते तत्र उत् ह्रस्व उकारः, तस्य उल्लेखः कृतमस्ति. अपि च मकार वकार तयोः इतरेतरद्वन्द्वः तेन द्विवचने मौ इति भवति. मौ इति भूत्वा तदनन्तरं मोः, मोः इति तत्र षष्टि भवति ते, अपि च लोपः इति प्रथमः षष्टि भवति वा? क्षम्यतां, सप्तमी. मोः तत्र लोपः च अस्य अन्यतरस्यां. षष्टि इति चेत् मकारवकारयोः लोपः स्यात् खलु? हा, सत्यं भगिनि. तत्र मोः परे इति भवति खलु? हा, क्षम्यतां, परे परे मोः मकारः वा वकारः, तर्हि सप्तमी पूर्वकार्यं भवति. अस्तु, तर्हि अपि च लोपः अन्यतरस्याम् इति प्रथमविभक्त्यां. तत्र किम् अनुवृत्तिसहितसूत्रं पश्यामः चेत् अस्य असंयोगपूर्वस्य प्रत्ययस्य विशेषविशेषणं भवति. प्रत्ययस्य इति विशेष्यम् अस्य असंयोगपूर्वस्य इति विशेषणौ भवतः. अपि च उतः इत्युक्ते ह्रस्व उकारस्य एव अङ्गस्य, उतः अङ्गस्य तत्र तु षष्ठी एव खलु? प्रत्ययस्य उतः अङ्गस्य यतोहि उकारस्य एव लोपः भवेत् तत्र, अतः स्थानी भवति उकारः. उतः अङ्गस्य लोपः च मकारे वकारे परे मोहो सप्तमी अन्यतरस्यां विकल्पेन इति अर्थे. तर्हि हा, असंयोगपूर्वस्य प्रत्ययस्य उकारस्य विकल्पेन लोपः भवति वकारे मकारे परे इति सरंशः भवति. सम्यक् सम्यक् समीचीनम् इति एव अस्ति. अस्य इति पदं पूर्वपरामर्शः अस्ति. पूर्वतने सूत्रे यदुक्तम् असंयोगपूर्वस्य प्रत्ययस्य इति तस्य एव अत्र अनुकर्षणं भवति इत्युक्ते तस्य एव सङ्केतः अस्ति अस्य इति पदेन इति कृत्वा अत्र असंयोगपूर्वस्य प्रत्ययस्य उतः इति प्रत्ययस्य अवयवरूपेण यः उकारः असंयोगपूर्वस्य इति प्रत्ययस्य विशेषणम् इति असंयोगपूर्वस्य कथमत्र विशेषणस्य भावः एकवारं वदतु. तत्र प्रत्ययस्य इति स्वीकुर्मः चेत् कीदृशस्य इत्युक्ते असंयोगपूर्वस्य इति तु विशेषणं भवति. तत्र तर्हि तत्र अस्य इत्यस्य विशेषणं न भवति खलु तत्र अस्य इति पदं तत्र ब्राकेट् मध्ये स्थापनीयम्. अस्य इति इस् ईक्वल् टु असंयोगपूर्वस्य प्रत्ययस्य योग हा इत्युक्ते अस्य इति पूर्वसूत्रेण स्वीकृतम् इति कृत्य इत्युक्ते तत्र विशेषणं भवति खलु. कस्य किं कस्य विशेषणं न भवति यतोहि प्रत्यय किं कस्य विषये वदन्ति अस्ति किं भवति किं न भवति. प्रत्ययस्य इति इदानीं विशेष्यं तदेव विषयः प्रत्ययस्य उतः अङ्गस्य लोपः इति. तर्हि कीदृशस्य प्रत्ययस्य उत्तरं तु तत्र असंयोगपूर्वस्य इति वक्तुं शक्नुमः. किन्तु अस्य इति तत्र भिन्नः विषयः एव भवति यतोहि पूर्वसूत्रेण स्वीकृतम् अस्य इति पदं न स्यात् यदि अस्य इति पदं स्थाप्य इति पदम् अस्ति चेत् ब्राकेट् मध्ये असंयोगपूर्वस्य प्रत्ययस्य उतः इति स्थापनीयम्. ओके यतोहि अस्य इस् ईक्वल् टु असंयोगपूर्वस्य प्रत्ययस्य उतः अतः तत्र विशेषणं न भवति. विशेषणं न अस्य इत्युक्ते तदेव अस्य इति पदं तस्य एव परामर्शः इति कृत्वा अस्य इति वयं वदामः चेत् कस्य इति चेत् असंयोगपूर्वस्य प्रत्ययस्य उतः इति तावदेव. तर्हि तत्र असंयोगपूर्वस्य प्रत्ययस्य उतः इति अनयोः इति एतेषां पदानां का सम्बन्धः. यस् असंयोगपूर्वस्य उतः इति चेत् तत्र केवलं किं कीदृशं तत्र अनुवृत्तिः एव भवति. अनुवृत्तिः एव भवति किन्तु कीदृशः सम्बन्धः इत्युक्ते न जानामि भगिनि. अस्तु लक्ष्मीभगिनी वद लक्ष्मीभगिनी केवलं शृणोति विजयलक्ष्मीभगिनी वदतु. भगिनी वक्तुं मम ध्वनिः श्रूयते वा? श्रूयते भवती सम्यक् वदति. लक्ष्मीभगिनी वदतु तर्हि. प्रत्ययान्तस्य उतः इति भवती एव वदतु लक्ष्मीभगिनी. प्रयत्नं करिष्यामि. इदानीं प्रश्नः अस्ति असंयोगपूर्वस्य प्रत्ययस्य उतः तयोः सम्बन्धः खलु भगिनि पृष्टः. असंयोगपूर्वस्य प्रत्ययस्य इति तु विशेषविशेषणभावमेव यदा उक्तं प्रत्ययः इति विशेष्यमस्ति तस्य विशेषणमस्ति असंयोगपूर्वः. उतः अपि उतः इति उकारान्तप्रत्ययः असंयोगपूर्वः भवेत् वा कः असंयोगपूर्वः तस्य पूर्वम् असंयोगः स्यात् प्रत्ययस्य पूर्वम् असंयोगः तादृशप्रत्ययः यस्य पूर्वम् असंयोगः भवति. न परन्तु पूर्वम् इति शब्दः अत्र नास्ति खलु. इदानीम् असंयोगपूर्वः इति पदं किम् अस्ति विशेषणं वा विशेष्यं वा किम् अस्ति विशेषणमेव भवति प्रत्ययस्य बहुभिः कृत्वा प्रत्ययस्य विशेषणं चेत् कः अर्थः अत्र प्रत्ययान्तस्य उतः अङ्गस्य विशेषणं खलु असंयोग पूर्वस्य अङ्ग अङ्गस्य विशेषणमस्ति वा अङ्गस्य विशेषणमित्युक्ते कः अर्थः असंयोगपूर्वम् अङ्गम् इति चेत् किम् अस्ति अङ्गात् पूर्वं किमपि अस्ति वा अङ्गात् पूर्वम् असंयोगः भवेत् इति वक्तुं शक्यते वा न न न प्रत्ययस्य पूर्वादेव अङ्गं योगः प्रत्यय तादृशप्रत्ययः यस्य पूर्वम् असंयोगः अस्ति इति एव अर्थः खलु न इत्युक्ते इदानीं तत्र श्नु इति प्रत्ययः अस्ति खलु तत्रापि अस्य सूत्रस्य प्रसक्तिः अस्ति श्नु प्रत्यये प्रत्ययात् पूर्वम् असंयोगः इति अर्थः विवक्षितः अस्ति वा न प्रत्ययात् पूर्वम् इति नास्ति प्रत्ययस्य अन्तिम कः उकारान्तमङ्गस्य उकारान्त प्रत्ययः तादृशप्रत्ययस्य पूर्वम् असंयोगः अस्ति इति इत्युक्ते प्रत्ययस्य यः उतः अस्ति सः उतः असंयोगपूर्वः हा इति अस्ति तर्हि प्रत्ययस्य उतः प्रत्ययस्य अपि च उतः अनयोः कः सम्बन्धः अवयव अवयवी भावः प्रत्ययस्य उतः सः उतः असंयोगपूर्वः तर्हि असंयोगपूर्वस्य उतः अनयोः एव विशेषणविशेषभावः स्यात् कीदृश उतः असंयोगपूर्वस्य उतः तर्हि प्रत्ययस्य अङ्गमस्ति अवयवमस्ति उकारः कीदृश उकारः उकारान्तम् अङ्गम् असंयोगपूर्वस्य उतः इति अस्ति इति अस्ति इति अस्ति सम्यक् समीचीनम् अस्तु अस्तु अवगतं वा सर्वैः सर्वैः बुद्धं इत्यस्य तर्हि किं भवति भगिनि तदेव अहं वदामि अत्र अस्य इति तत्र न स्थापनीयं तत्र ब्राकेट् मध्ये स्थापयतु अस्य इत्यस्य अर्थः कः इति चेत् पूर्वस्मिन् सूत्रे यदुक्तम् इत्युक्ते पश्यतु रामः गच्छति रामः गच्छति सः इदानीं खादति इति अहं वदामि चेत् सः इत्यनेन कः तत्र अनुवृत्तिः एव भवति खलु मम प्रश्नसूत्रं वदतु सः इत्यस्य कः अर्थः रामः इत्यस्य अर्थः खलु तर्हि इदानीं मम वाक्यमेवं भवितुमर्हति रामः गच्छति रामः इदानीं खादति इति वाक्यं भवितुमर्हति खलु इति भवितुमर्हति अथवा अहं वक्तुं शक्नोमि रामः गच्छति सः रामः इदानीं खादति इति अपि वक्तुं शक्नोमि खलु इति अपि कदाचित् दृश्यते परन्तु अस्माकम् अत्र यद् सूत्रमस्ति तत्र तु प्रथमतया किम् अस्ति उतश्च असंयोगपूर्वात् इति सूत्रमस्ति खलु उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रमस्ति तस्य अनन्तरम् अग्रिमसूत्रमस्ति लोपश्चास्य अन्यतरस्यां मोहो इति अस्ति तर्हि अस्य इति पदेन पूर्वसूत्रे यद् उक्तमस्ति पूर्वसूत्रे किम् उक्तमस्ति असंयोगपूर्वात् प्रत्ययात् उतः इति उक्तमस्ति तर्हि यथा रामः गच्छति सः खादति इत्यत्र सः इत्यनेन रामः विवक्षितः तथैव अत्र अस्य इति पदेन असंयोगपूर्वात् प्रत्ययात् उतः इति विवक्षितः अस्ति इति कृत्वा अस्य इति पदस्य स्थाने एतद् वयं स्थापयामः अर्थपूर्णार्थम् इत्युक्ते तत्र अनुवृत्ति इति अनुवृत्तिः नास्ति अनुवृत्तिः इति चेत् अस्य इति वदनस्य आवश्यकता नास्ति अनुवृत्तिः इति चेत् साक्षात् अनुवृत्तिः भवति अत्र सूत्रे केवलं लोपः चान्यतरस्यां मोहो इति वदति चेत् लोपः विकल्पेन भवति अन्यतरस्याम् इति वदति चेत् तदानीं तत्र संशयः भवति लोपः कस्य भवति किं भवति इति विवरणं नास्ति तत्र कस्मात् कस्य अनुवृत्तिः इत्यपि नास्ति अत्र किमपि वक्तव्यं लोपः इति उक्त्वा कस्य लोपः इति किमपि तत्र सङ्केतः न कोऽपि सङ्केतः अस्ति अतः सङ्केतार्थम् अस्य इति उक्तम् अस्य इत्युक्ते पूर्वं यद् यः विषयः चर्चितः अस्ति सः एव विषयः अत्रापि अस्ति तत्र एव लोपः इति विवक्षितः अस्ति इति वक्तुमिच्छति तदर्थम् अत्र अस्य इति पदम् उक्तं तर्हि अस्य इति पदस्य अर्थः कः इति चेत् पूर्वस्मिन् सूत्रे यदुक्तं तदेव इति अर्थः अतः अनुवृत्तिः इति नास्ति अस्तु भगिनि अवगतम् अस्तु अस्तु तर्हि अग्रे गच्छामः तत्र किमपि अन्यत् केनापि किमपि उक्तं वा चाट् मध्ये किमुक्तम् अस्मिन् सूत्रे अस्य इति प्रयुक्तमस्ति अस्य इत्युक्ते उत्तस्य प्रयुक्तस्मात् अस्मिन् पूर्वसूत्रे निर्दिष्टस्य उकारस्य आं तदेव अतः उतस्य प्रत्यय ओके तदेव अत्र अस्ति ओके विजयभगिनी अत्र अस्तु तर्हि इदानीम् अग्रे गच्छामः विजयभगिनी भवते पठतु आं भगिनि सारांशः एवं यत् अङ्गम् उकारान्तम् अस्ति चेत् अपि च उकारात् प्राक् संयोगः नास्ति चेत् अपि च परे मकारादिः वकारादिः च प्रत्ययः अस्ति चेत् तर्हि उकारस्य लोपः भवति विकल्पेन एतत् विषये एव इदानीम् अत्र अङ्गम् उकारान्तम् अस्ति चेत् अत्र प्राक् अत्र संयोगः नास्ति चेत् एव अनन्तरं परे अत्र मकारादि वकारादि प्रत्ययः अस्ति चेत् तर्हि उकारस्य लोपः भवति विकल्पेन एतदेव अत्र लोपस्य लोपस्यास्ति अन्यतरस्याम् इति मोः इति सूत्रमत्र वदति भवति एतत् इदानीं विषये एतत् चर्चा अभवत् ओके अग्रे अस्तु महोदय चतुर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि सर्वप्रथमं धातोः अङ्गं संयोगपूर्वम् उकारान्तम् असंयोगपूर्वम् उकारान्तं वा इति जानातु तदा सर्वत्र अस्माकं चिन्तनक्रमः एवं प्रथमबिन्दुः तिङ्प्रत्ययः पित्वा अपित्वा इति द्वितीयं तिङ्प्रत्ययः अजादि वा अजादिः वा अलादिः वा इति अनयोः प्रश्नयोः उत्तरं जानीमः चेत् तर्हि सर्वाणि रूपाणि जानीमः एव अधुना एकवारम् अधस्थानि उदाहरणानि अवलोकन्ताम् तदा अनदन्त अङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा ऋण् तन् परस्मैपदिनः ऋण् तन् आत्मनेपदिनः इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु इति अत्र प्रथमम् अत्र किं कर्तव्यं चेत् सार्वधातुकलकाराणां तिङन्तरूपाणि सार्वधातुकलकारः तु लट् लोट् लङ् विधिलिङ्ग् इति अस्ति अत्र प्रथमम् अत्र संयोगः अस्ति वा असंयोगः अस्ति वा इति अत्र प्रथमं द्रष्टव्यम् अनन्तरम् एतत् तिङ् प्रत्ययः पीत्वा अपीत्वा इति अपि अनन्तरं तिङ् प्रत्ययः अस्ति अपि चेत् अत्र अजादिः वा अलादिः वा इति द्रष्टव्यम् अनन्तरम् इदानीम् अत्र उदाहरणरूपेण ऋण् तन् परस्मैपदिनः अपि अस्ति आत्मनेपदिनः अपि अस्ति अत्र चतुर्षु लकारेषु लट् लोट् लङ् विधिलिङ्ग् इत्यस्मात् इत्यस्य उदाहरणरूपेण अत्र द्रष्टुं शक्यते इति स्थितः अन्ति स्थितः नीभवमह इति अस्ति रूप सिद्धरूपेण अत्र प्रत्यय महोदय स्थूलाक्षरैः भवति धन्यवादः महोदय समीचीनं समीचीनं धन्यवादः अस्तु इदानीम् अर्णु इति अङ्गम् अस्ति अर्णु इति धातु तत्र ऋण् ऋण् इति धातुः अस्ति किमपि वदति ऋण् इति धातुः अस्ति तत्र लट् लकारस्य रूपाणि सरस्वतीभगिनी वदति वा आं भगिनि आं कृपया तत्र सूर्यकुमारी भगिनी कृपया म्यूट् मध्ये भवतु भगिनि ध्वनिः आयाति तर्हि सीतः अन्ति सीतः था मी वहमः एवमस्ति एवं सन्ति तत्र तर्हि ऋण् अर्णु भवति तर्हि अर्णुयोग ति अरुणुति अरुणुति किमर्थम् अरुणुति अर्णुयोगः किमर्थम् अरुणुति तृतीयः कीदृशः आम् पित् अस्ति तर्हि तत्र गुण् अरुणोति अरुणोति अरुणुतः अर्णवन्ति अर्णोषि कथम् अर्णवन्ति तत्र इको एण्चि भवति न अन्ति अस्ति अतः अर्णवन्ति अर्णोषि अर्णुत्थः अर्णुत्थ अर्णोमि अर्णु अत्र संयोगः अस्ति अतः अर्णुवः अर्णुमः एकमेव भवति लोपशास्त्रस्य लोपशास्त्रस्य अन्यस्य अस्य प्रसक्तिः न भवति यतोहि तत्र संयोगः अस्ति उकारात् पूर्वं समीचीनं समीचीनं धन्यवादः भगिनि इदानीं तत्र लोट् लकारस्य रूपाणि कः उमा भगिनी वदति वा न तत्र द्विवचने तर्हि किं रूपं किं अर्णुवन्तु नास्ति अर्णु प्लस् अन्तु किं कार्यं भवति अत्र इको एण् इति अस्ति न रूपं किम् अर्णु प्लस् अन्ति अर्णु अर्णवन्तु अर्णवन्तु अर्णु अर्णुतम् अर्णुत न अर्णु इति किमर्थम् उक्तवती न श्रूयते एव भगिनि बहु क्लेशः अस्ति प्रयत्नं करोमि वदतु मध्यमपुरुषे प्रत्ययः अर्णु इति किमर्थं वदति भगिनि अत्र संयोगः अस्ति वा असंयोगः अस्ति वा भगिनि क्षम्यतां भगिनि किमपि न श्रूयते क्षम्यतां भगिनि अत्र बहु क्लेशः अस्ति अन्यैः श्रोतुं शक्नुवन्ति वा अन्ये श्रोतुं शक्नुवन्ति वा अस्तु भगिनि कृपया उमा भगिनी कृपया म्यूट् करोतु अत्र भवत्याः ध्वनिः अपि न सम्यक् श्रोतुं शक्नोमि अद्य सिग्नल् सम्यक् नास्ति इति भासते मम ध्वनिः अपि न श्रूयते वा किञ्चित् भग्नः भवति, भवत्याः अपि लक्ष्मीभगिन्याः अपि सर्वेषामेवमस्ति वा? एवमस्ति, परन्तु उमाभगिन्याः तु किमपि न श्रूयते. न, अन्येषां सम्यक् अस्ति भगिनि विजयलक्ष्मी, सम्यक् अस्ति. भवत्याः लैन् मम लैन् मध्ये क्लेशः अस्ति. आमाम्, अस्तु. तर्हि किम् उमा भगिनी पुनः आगतवती वा? इदानीं वदति वा? अपि श्रूयते वा? अपि सम्यक्तया श्रूयते, वदतु भगिनी. अपि श्रूयते वा? आमां भगिनी, श्रूयते भगिनी, सम्यक्तया श्रूयते, वदतु. ओके, जस्ट् मिन्ट्, ऐ विल् पुट् मै इयर्फोन् आल्सो. See, whatever you did today, do the same thing. Don't test our hearing, hearing ability with some other phone. Whatever you did today, do the same thing. Vagatu. Danim na shruyate bhagini. Vagatu. श्रूयते, वदतु. वदतु वदतु. पद्यपुरुषः एकवचने पूज्यम् तात्पुल्लिङ्गं. पूज्यम् इति नास्ति भगिनि, अत्र उकारात् प्राक् संयोगः अस्ति वा न वा? उकारात् अर्णु संयोग संयोग संयोगः अस्ति चेत् हि इत्यस्य लोपः न भवति. अर्नुतात् इत्यपि रूपम् अस्ति, अर्नुतात् इति एकवचने. अर्नुतात् अर्नुतम् अर्नुत देन् अर्ण अर्णवाणि अर्णवाम अर्णवा. अस्तु, सम्यक्, धन्यवादः. अद्य यत्किमपि भवत्या कृतं भवत्याः लैन् मध्ये तदेव करोतु प्रतिदिनं. नो नो चेत् किमपि न श्रूयते, बहु क्लेशः अस्ति. भवत्याः लैन् मध्ये किमपि न श्रूयते, विजया भगिन्याः लैन् मध्ये बहु अधिकं श्रूयते इति मम सर्वदा क्लेशः. या, प्लीस् डु देट्, प्लीस् डु देट्. अस्तु, तर्हि इदानीं तत्र लङ् लकारः, विजयलक्ष्मी भगिनी वदतु. अर्णु अ इति आदौ आयाति, आ भवति, अतः आर्णोत् आर्णोत् आर्णोत् इति रूपम् आर्णोत् इति रूपं कथं लब्धम् इति एकवारम् एव वदतु, अन्य अन्य अग्रे न अग्रे वक्तव्यमिति न. आर्णोत् इति पश्यति, तत्र नु इत्यस्य गुणः भवति नो इति भवति. अपि तस्मात् पूर्वं, तस्मात् पूर्वं तत्र अङ्गं तत्र कथम् आर्णु इति कथम् अङ्गं लब्धम्? ओ, तत्तु अडागमः भवति खलु. अडागमः भवति चेत् न तथा न भवति खलु. अडागमः अडागमः भवति चेदपि एवमेव भवति, परन्तु अत्र अडागमः भवति वा? आड् अजादीनाम् इति आट् भवति खलु. आट् आगमः भवति, अडागमः नास्ति, आड् आगमः. आड् आगमः, आड् आगमः भवति. अनन्तरम् अर्ण इति आर्ण भवति. कथं भवति आर्ण, आर्णु कथं भवति? आयोगः ऋण, तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन दीर्घः इति विकरणप्रत्ययः. उविकरणप्रत्ययः अस्ति इति कृत्वा सार्वधातुक आर्धधातुकयोः इत्यनेन ऋण इत्यस्य ऋकारस्य गुणः भवति, तत् गुणः रपरः भवति इति ऋण बिकम्स् अर्ण, अपि च आ इति आडजादीनाम् इत्यस्य आडागमः न एकं गुणः भवति चेत् किं भवति तत्र अर्ण इति भवति अर्णु इति भवति अर्ण इति न अर्णु अर्ण योगः उ अर्णु इति भवति, अपि च आडागमस्य आ इति अस्ति आ योगः अर्णु आर्णु इति भवति, अनन्तरं तिप् तिप् अस्ति आर्णु इत्यस्य पुनः गुणः भवति गुणः भवति उकारस्य ओकारः भवति खलु भगिनि न आर्णु प्रथमतया आर्णु इति आकारः आडजादीनाम् अनन्तरम् अर्णु अत्र किं भवति तत्र भगिनी विस्मृतवती आटश्च किमपि अस्ति खलु आटश्च आटश्च इत्यनेन पूर्वपरयोः वृद्धि एकादेशः वृद्धि एकादेशः अनन्तरम् आर्णो इति भवति आर्णु योगः ति आर्णु योगः तु इति प्रत्ययः इति प्रत्ययः तत्र वृद्धिः भूत्वा आ उकारस्य ओकारः भवति गुणः गुणः सारि गुणः भवति उकारस्य ओकारः भवति आर्णो अपि च त इति अस्ति खलु अन्ते आर्णोत् इति सकारः इति आर्णोत् अनन्तरं तिप्तश्चि तस् इत्यत्र तु गुणः न भवति आर्णो अत्र तां भवति खलु आर्णोत्तां तस्थस्तमिपां तां तं तामः इत्यनेन ताम् आर्णुताम् आर्णवन् देन् मध्यमपुरुषे तत्र सिप् इति अस्ति समानं भवति तत्र आटश्च सर्वं भवति अतः आर्णोः इति भवति आर्णोतम् आर्णोत उत्तमपुरुषे अत्रापि आट् आगमः भवति अपि च आटश्च इत्यनेन आटश्च इत्यनेन भवति वा अत्र न भवति खलु भगिनी उत्तमपुरुष आटस्य इति सर्वत्र भवति खलु भवति हा भवति आर्णो तथा मिप् अस्ति आर्णो तत्र वम् एचो यवायावः आर्णवम् इत्युक्ते किमर्थम् आटश्च अत्रापि भवति किं भगिनि आटश्च किमर्थम् अत्रापि भवति अत्र आडजादीनाम् आटश्च आट् इति आगमः अस्ति इति कृत्वा अत्रापि आम् इति अत्र इति मम प्रश्नः इत्युक्ते किमर्थं भवत्याः मनसि सन्देहः उत्पन्नः अत्र भवति वा इति तदर्थं पृष्टम्. अनन्तरं वहामः इत्यत्र तत्र रूपद्वयं भवति, यतोहि तत्र उकारात् प्राक् पूर्वं संयोगः अस्ति इति कृत्वा उष्णुः न वाट् इस् दट् सूत्रं मोः मोः इति सूत्रस्य लोपश्च अस्य अन्यतर लोपश्च तत्र आर्णुव आर्णव आर्णव आर्णुम आर्णुम इति रूपद्वयं सिद्ध्यति. न संयोगः अस्ति खलु, किमर्थं रूपद्वयं सिद्ध्यति? संयोगः अस्ति चेदेव भवति खलु, न वा? न, असंयोगपूर्वः अस्ति चेदेव भवति रूपद्वयं, संयोगः अस्ति चेत् न भवति. सत्यं खलु, असंयोगपूर्वः अस्ति, अत्र तु आर्ण संयोगः अस्ति उकारात् प्राक्, अतः आर्णुव आर्णुम. अवदेव, किमर्थं रूपद्वयम् अत्र नास्ति, रूपद्वयस्य प्रसङ्गः नास्ति नास्ति खलु, उकारात् पात् संयोगः तु वर्तते, अतः रूपद्वयं नास्ति. अस्तु अस्तु, समीचीनं. तर्हि विधिलिङ्गकारः तत्र किम् अरुणभगिनी वदति वा? आं भगिनि, श्रूयते वा? आमां श्रूयते. अङ्गम् अस्ति अर्णु, विधिलिङ्ग् प्रत्यय सर्वे अपितः, ततः केवलं वर्णमेलनवः अर्णुयात् अर्णुयातां. किमर्थम् आर्णु, किमर्थम् आर्णु अर्णु अर्णु अर्णुयात् अर्णुयाताम् अर्णुयुः अर्णुः अर्णुयाः अर्णुयाः अर्णुयाताम् अर्णयात अर्णुयाम् अर्णुयाव अर्णुयाम. पुनः एकवारं वदतु मन्दं मन्दम्. अर्णुयात् अर्णुयाताम् अर्णुयुः अर्णुयाः अर्णुयातम् अर्णुयात अर्णुयाम् अर्णुयाव अर्णुयाम. ओके, समीचीनं समीचीनम्. अस्तु भगिनी, धन्यवादः. तर्हि इदानीम् अर्णु इति धातोः रूपाणि दृष्टानि. इदानीम् अग्रे ध्येयं यत् अपित्सु अपि इति ततः आरभ्य एकवारं पठामः. तत्र सूर्यकुमारी भगिनी पठति वा? भगिनि, एकनिमिषं भगिनि. अतु अर्णु इति रूपाणि खलु तदनन्तरं? आम् आम्. तात् इत्यस्य तत्र यत् अपित्सु अपि सार्वधातुकार्धधातुकयोः इत्यनेन गुणस्य प्रसक्तिः अस्ति. तत्र ए इति बिन्दुः अस्ति खलु, असंयोगपूर्व अङ्गधातुषु ऋण धातुः इति अग्रे अतः तत् परिचयते देयं यत् अर्णु अर्णुयोगः मह तस्य अनन्तरम् अर्णुयोगः इत्युक्ते अत्र यदा वयं वर्गे वयं पठामः खलु, यत्र वयं स्मः इति सर्वैः तत्र अवधानं देयं यत् अपित्सु अपि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. किमर्थं सर्वे तिङ्सङ्गणकप्रत्ययाः तिङ्क्सित् सार्वधातुकमिति सूत्रेण सार्वधातुकाः, परन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकप्रत्ययाः निद्वत् भवन्ति, तदा क्निच इत्यनेन गुणनिषेधः. सार्वधातुक अर्धधातुकयोः इत्युक्ते गुणप्रसक्तिः अस्ति. अनन्तरं सारधातुकमपित् इत्यनेन निद्वत् भवति, तत्कारणेन गुणनिषेधः भवति इति. प्रथमं सर्वे तिङ्प्रत्ययाः सारधातुकप्रत्ययाः, अनन्तरं अपित् सारधातुकम् अपित् इत्यनेनैव निद्वत् भवति, गुणनिषेधः भवति इति सारांशः. आदेशप्रत्ययोः पठामि वा भगिनि? आमां पठतु. इन् प्रत्याहारात् कावर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्यय अवयवे वा सकारः अस्ति चेत् तर्हि तस्य सकारस्य स्थाने सकारादेशो भवति. अस्य कार्यं नाम सत्त्वविधिः. इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः. इ ऊरुलु ए ओ अयौ हयवरल हयवरल. आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेन्तरतम इत्यनेन ठट्टडाढणा श इत्येषु मूर्धन्यवर्णेषु शकारस्य नैकट्यम्. अतः शकारः एव आदिष्टः भवति. नुं विसर्गः सर् प्रत्याहारस्य वर्णः च मध्ये सन्ति चेदपि कार्यं भवति. आदेशच्च प्रत्ययस्य आदेशप्रत्ययौ तयोः नुं विसर्जनीयश्चर्व्ययेऽपि इत्यस्य पूर्णा अनुवृत्तिः. तयोर्व्यावचसंहितायाम् इत्यस्मात् संहिताम् इत्यस्य अधिकारः. इन्कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् इन्कोः आदेशप्रत्ययोः अपदान्तस्य सः मूर्धन्यः संहितायां नुं विसर्जनीयस्यर्व्ययेऽपि. तत्र आदेशप्रत्ययोः सूत्रस्य विवरणमस्ति. अनुवृत्तिसहितसूत्रमस्ति. इन्कोः आदेशप्रत्ययोः अपदान्तस्य सः मूर्धन्यः संहितायां नुं विसर्जनीयसर्वव्ययेऽपि इति उक्तम्. अनुवृत्तिरूपेण बहूनि अनुवृत्ति आदेशः अस्ति, अनुवृत्ति उक्तमस्ति. आदेशप्रत्ययोः इत्युक्ते आदेशरूपेण सकारः, प्रत्ययस्य सकारः इति विवरणम्. आदेशप्रत्ययोः अपदान्तस्य अपि अस्ति अनुवृत्तिसहितेन, अनुवृत्ति सहितसूत्रेण. सो निमित्तानि बहूनि अस्ति. इन्कोः इन् प्रत्ययारे ये वर्णाः सन्ति ते तदर्थं तृतीयनकारपर्यन्तं लापर्यन्तम् इन्कोः आदेशप्रत्ययोः इत्युक्ते सकारस्य विषये, आदेशरूपेण सकारः, प्रत्यय अवयवसकारः इति अर्थः. अपदान्तस्य अपि निमित्तं मूर्धन्यः इत्युक्ते सकारस्य तुल्य अन्यत् तुल्यवर्णः षकारः एव. अन्य अनुवृत्तिः अस्ति नुं विसर्जनीय सर् व्यवयवेऽपि. इन्कोः सकारमध्ये अनुस्वारः वा विसर्गः वा सर्वर्णः अस्ति अपि सकारस्य स्थाने षकार मूर्धनषकारः आदेशः भवति इति अर्थः. देव भगिनि आम् समीचीनं समीचीनम् इति अस्ति. तर्हि इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुं विसर्जनीयशर्व्यवाये अपि. अत्र नुं विसर्जनीयशर्व्यवाये अपि इति मुख्यविषयः अस्ति अत्र स्मर्तव्यम्, यतोहि निमित्तमस्ति इन्कोः अपि च अपदान्तसकारः. अपदान्तसकारः आदेशरूपी वा प्रत्यय अवयवरूपी सकारः, परन्तु पदान्ते न भवेत्. सकारः भवेत्, सकारः आदेशरूपेण आगतः अस्ति अथवा प्रत्ययस्य अवयवरूपेण अस्ति परन्तु पदान्ते नास्ति. अपि च पूर्वम् इन्कोः इति निमित्तमपि अस्ति, इन् प्रत्याहारस्थः वर्णः अथवा कवर्ग्यवर्णः. तर्हि इदानीं निमित्तकार्ययोः इन्कोः अपि च सकारः अनयोः मध्ये नुम् विसर्गः शर् इत्येतेषु कश्चन वर्णः अस्ति चेदपि षत्वविधिः भवति इति अत्र सूत्रमस्ति. अस्तु, कोऽपि प्रश्नः अस्ति वा अत्र? नो चेत् अग्रे गच्छामः. इदानीं तन् इति धातुः, तन् धातोः उषाभग्नि लट्लकाररूपाणि वदति वा? तन् योगः ऊ इति प्रत्ययः, आर्धधातुकप्रत्ययः, तनु इति अङ्गं भवति. तनु योगः लट्लकार परस्मैपति, तनुयोगः ति, ति इति तिप् पित् प्रत्ययः, पित् प्रत्ययः इत्यनेन तनु इति तनो भवति, तनोति, तनु तनोति, तः अपित् प्रत्ययः तनुतः, तनुयोगः अन्ति, इन् इको एणचि इत्यनेन तन्वन्ति, तनोति तनुतः तन्वन्ति, तनुयोगः सि पित् प्रत्ययः तनोषि, तः थ पित् प्रत्ययः तत्र अन्यत् किमर्थं सि षि भवति इत्यपि वदतु. आदेशप्रत्ययोः इत्यनेन सि सकारः तस्य स्थाने मूर्धन्य आदेशः भवति, सि इति प्रत्ययः भवति. इदानीम् एव वयं दृष्टवन्तः, इन्कोः पूर्वम् अस्ति चेत् तनो इति भवति प्रथमं, पित् प्रत्ययः इत्यनेन तनुयोगः सि तनो भवति, पित् गुणा भवति, सार्वधातुक आर्धधातुकयोः इत्यनेन तनो भवति, तनोयोगः सि इति कृते सकारः प्रत्ययः प्रत्ययस्य सकारः सकारस्य स्थाने मूर्धन्य आदेशः भवति. यतोहि पूर्वं इन् इति प्रत्याहारे वर्णः ओकारः अस्ति इत्यनेन तनोषि इति भवति इन् इन्कोः इत्यस्य तनोषि. अनन्तरं तनुयोगः तः तः थ मध्यमपुरुष द्विवचनं बहुवचनं द्वयोः अपि अपित् प्रत्ययः गुणा नास्ति. तनुतः तनुथ तनु मध्य उत्तमपुरुष एकवचनं, मि पित् प्रत्ययः तनोमि तनोमि वह मह. तनुयोगः वह इति कृते उकारात् पूर्वम् असंयोग असंयोगम् असंयोग अङ्गम् अस्ति इत्यनेन लोपश्चास् यान्यतरस्यां मोहो इत्यनेन उकारस्य लोपः भवति अन्यतरस्याम् इत्यनेन तन्वः तनुवः रूपद्वयं भवति. तथा एव मह तनुयोगः मह लोपश्चाद् अन्यतरस्यां मोहो इत्यनेन रूपद्वयं भवति तन्मह तनुमह इति. ओके, सम्यक् भगिनि, समीचीनं समीचीनं, सम्यक् अस्ति. अस्तु, तर्हि तत्र अग्रे लोटि किम् अनिमा भगिनी वक्तुम् इच्छति वा? आं भगिनि, तन्नुयोगः तु गुणः भवति तनोतु, तनुतात् अत्र गुणः न भवति. देन् तनुतां तनु तन्वन्तु यणादेशः, अनन्तरम् असंयोगः अस्ति अतः हे हे लुक् भवति तनु तनुतात् तनुतं तनुत उत्तमपुरुषे गुणः भवति अनन्तरम् एचो यवायवः अतः तनवानि तनवाव तनवाम तन तनवाम समीचीनं समीचीनं धन्यवादः तर्हि मीना भगिनी अग्रे लङ्गि तन् इति धातु अस्ति तत्र लङि अडाकनः भवति आयोगः तन् योगः इत्युताम् अन् सितं स अम्बम इति सिद्धतिङ् प्रत्ययाः सन्ति तत्र अतम् उ इति भवति तत्र उ आर्धदातुकप्रत्ययः तस्मात् सार्वदातुक आर्धदातुको इति गुणः भवति अतनो अतनो इति अतनोत् तदनन्तरम् अतनु तां तत्र ताम् इति तत्र पित् नास्ति सो गुणः न भवति अतनु ताम् अतं वन् भवति तत्र यन् आदेशः अतनु अन् अतन् वन् भवति यन् आदेशः भवति अतन् ओ इस् अतनु इस् तत्र सिप् सिप् तति पित् अस्ति तस्मात् गुण भवति अतनो अतनोः तदनन्तरं तं त तत्र गुणं न भवति अतनु तम् अतनुत देन् अम्बम अतम् अतनु अम् अतनवम् अतनवं भवति वा अतनवम् अतनु अतन् अतन्व अपि च अतन् अतनुव अपि च अथवा अतन्व अतनुम अथवा अतन्म समीचीनं समीचीनं धन्यवादः भगिनि इदानीम् तत्र अन्तिमम् अस्ति विधिलिङ्गकारः तत्र कः सूर्यकुमारी भगिनी वदतु तत्र सर्वे प्रत्ययाः अपित् प्रत्ययाः हलादिप्रत्ययाः तनियात् तनियातां तनियुः तनियाः तनियातं तनियात तनियाम तनियाव तनियाम उत्तमपुरुषे एकवचने किमस्ति तनुताः तनु उत्तमपुरुषे उत्तमपुरुषे तनि तनियां तनुयां तनियाम इल याम नास्ति तनुयां तनियां क्षम्यताम् ओके ओके तनियाव तनियाम अस्तु समीचीनम् अस्तु तर्हि तन्धातोः विषये समाप्तः इदानीं ऋण्धातोः अर्णोधातोः सर्वाणि रूपाणि अस्माभिः दृष्टानि आत्मनेपदी अत्र अत्र किञ्चित् दत्तमस्ति तातङ्ग् इत्यस्य मूलरूपं तातङ्ग् इति तत्र तात् इत्यस्य तद् तत्र कः अरुणभगिनी पठति वा भगिनि तात् इत्यस्य मूलरूपं तातङ्ग् अयं प्रत्ययः नित् अस्ति अतः किन्निति च इति सूत्रेण गुणनिषेधः भवति बलात् अपित् हि बलात् अपित् चेर्यपि च इति सूत्रेण अपित्वम् अतिदिश्यते चेर्यपि च लोट् लकारस्य सि इत्यस्य स्थाने हि आदेशो भवति स च हि अपित् भवति सेः षष्ट्यन्तं हि प्रथमान्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेका पदमिदं सूत्रं लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः लस्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति लोटः लस्य हि अपि च वयं जानीमः सेर्यपि च इति सूत्रेण लोट्लकारे स्थाने हि आदेशः भवति सचि अपि अपित् अस्ति सेरि अपि चैकसूत्रेण से अपि अपित् अस्ति, अतः गुणनिषेधः भवति. सत्यम् इति अस्ति तत्र. अस्तु, समीचीनं, धन्यवादः. तर्हि लक्ष्मी भगिनी अग्रे पठितुम् इच्छति वा? केवलं शृणोति वा? न भगिनी, क्षम्यतां भगिनि. अस्तु अस्तु, तर्हि अत्र अनिमा भगिनी पठतु. असंयोगपूर्वत ततः आरभ्य. सत्यम्. असंयोगपूर्वाङ्गधातुषु तन्धातुः तनु इति अङ्गं, लोटि ऋण धातुतः एकः एव भेदः सचकः. एतावता पद्धतिः अवगता स्यात्. सर्वप्रथमं धातोः अङ्गं संयोगपूर्वम् असंयोगपूर्वं वा इति जानातु. तदा सर्वत्र अस्माकं चिन्तनक्रमः एवं, तिङ्प्रत्ययः पित् वा अपित् वा, तिङ्प्रत्ययः अजादिः वा हलादिः वा. अस्माकं कार्य धातुः लभ्यते चेत् प्रथमं तस्य अङ्गं संयोगपूर्वः अस्ति वा असंयोगपूर्वः अस्ति वा इत्येव प्रथमं वयं पश्यामः. तदनन्तरं तद्दृष्ट्वा कार्याणि भवन्ति. तदनन्तरं तिङ्प्रत्ययाः सन्ति, तेषां तेषु कः पित् कः अपित् इति द्रष्टव्यम्. तत्रापि अजादिः वा हलादि वा इति द्रष्टव्यम्. अधुना अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा ऋण तन् परस्मैपदे, ऋण तन् आत्मनेपदे इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु इति. तद्दृष्ट्वा एतादृशं संयोगपूर्वः अस्ति वा संयोगपूर्वः अस्ति वा इति प्रथमं द्रष्टव्यं. तदनन्तरं तिङ्प्रत्ययानां तत्र पित् पित्वम् अपित्वं हलादित्वम् अजादित्वम् इति दृष्ट्वा अग्रे वक्तव्यम् इति उक्तम्. हा अस्तु भगिनि, तर्हि तत्र लटि आत्मनेपदि रूपाणि. कस्य तनूध तन्धातुः तत्र ते आत्ते अते इति अस्ति. तत्र गुणः किमपि न भवति. प्रथमम् असंयोगपूर्वः धातुः अस्ति इति पश्यामः. तदनन्तरं असंयोगपूर्व धातुः इति न वक्तव्यम्, असंयोगपूर्व उकारः अङ्गम् अङ्गम् असंयोगपूर्व अङ्गं न असंयोगपूर्व उकारः. अङ्गान्ते यः उकारः सः उकारः असंयोगपूर्वः अस्ति. अस्तु, इदानीं ताता न उ इति अस्ति, तत्र उकारात् पूर्वम् असंयोगः नास्ति, अल संयोगः नास्ति, अतः असंयोगपूर्वक पूर्वाङ्ग इति भवति किल. अङ्गान्ते यः उकारः सः असंयोगपूर्वः इति वक्तव्यम्. अङ्गम् असंयोगपूर्वः इति न वक्तव्यम्. अङ्गात् पूर्वम् असंयोगः अस्ति इति नास्ति खलु. अस्तु अस्तु, उकारात् पूर्वम् असंयोगः अस्ति इति. अस्तु, तदनन्तरं तिङ्प्रत्ययानां विषयः, तत्र पित्वा पित्वा इति सर्वं द्रष्टव्यम्. अत्र ते याते अते अत्र गुणकार्यं किमपि न भवति. इदानीम् अजादि वा हलादि वा इत्येव द्रष्टव्यम्. सो अत्र तनुते इत्येव भवति. अनन्तरम् आते अस्ति इति अजादिः अस्ति, अतः यणादेशः तन्वाते. अते इति अजादिः, अतः तन्वते. अनन्तरं से याथे द्वे, अत्र तनु षे, आते इति अजादिः, तन्वाथे तनुध्वे. अनन्तरम् ए वहे महे इति अस्ति, अत्र ए अजादिः अस्ति, तन्वे तनुवहे तनुमहे इति भवति. असंयोगपूर्वः इति उक्तवती खलु, उकारात् पूर्वम् असंयोगः अस्ति. अतः तत्र किम् द्विवचने किम् अस्ति रूपं वहेमहे वहेमहे तत्र तन्वहे तन्महे इति द्वितीयं रूपमपि भवति इति अस्ति प्रत्ययस्य उतः अङ्गस्य लोपः मोः अन्यतरस्यामिति समीचीनम् अस्तु धन्यवादः इदानीं शोभभगिनी लोट्लकारे वदतु आं भगिनि लोट्लकारे तत्र प्रथमपुरुषे अपित् अतः गुणः न भवति तनुतात् इति भवति न अत्र आत्मनेपदी प्रत्ययः तनोतु इति न क्षम्यतां तनुतां तत्र तत्र प्रथमपुरुषे सर्वत्र अपित् तनुतां तदनन्तरम् आतां तन्वातां तन्वताम् इति भवति तनुस्वा तत्र तनुष्व आदेशप्रत्ययोः इत्यनेन तन्वातां तनुध्वम् उत्तमपुरुषे गुणः सर्वत्र तनुयोगः ऐ तन्वै भवति न पुनः तनुयोगः ऐ तनुयोगः ऐ तत्र अचि परे तनु किं गुणः भवति अवादेशः भवति तनु तन्वा तन्वै भवति खलु तनवै अस्तु तनुयोगः उकारस्य तनो इति भवति खलु तनो भवति अवादेशः तनौ इति भवति तनवै इति भवति तथा एव तत्र तनो भवति तनवावहै तनवामहै इति भवति सम्यक् समीचीनं धन्यवादः सरस्वती भगिनी अग्रे लङ्गि आं भगिनि अत्र आत्मनेपदी गुण न भवति अतः अतनुत अतन्वाताम् अतन्वत अतनुथाः अतन्वाथाम् अतनुध्वम् उत्तमपुरुषे अतन्वी अतन्वहि अतनुवहि द्वयोरपि भवति अतनुमहि अतन्महि सम्यक् समीचीनं विजयभगिनी अग्रे विधिलि लकारः आं महोदय अत्र सर्वत्र अजादि अपि अस्ति अनन्तरम् अत्र सर्वत्र किम् इकोणस्य एव कार्यं करोति अतः ईयातां एतत् मेलनेन तन्वीत तन्वीयातां तन्वीरन् तन्वीताः तन्वीयातं तन्वीयात तन्वीयां न इय अस्ति तन्वीय तन्वीय तन्वी बहि तन्वी महि इति भवति सम्यक् धन्यवादः अस्तु मध्यमपुरुषे किञ्चित् तन्वीध्वम् इति सा न उक्तवती खलु ओ इति न उक्तवती वा अत्र मध्यमपुरुषे पुनः वदतु मध्यमपुरुष पूर्णतया समीचीनतया उक्तमेव तन्वीतः तन्वीयार्थं तन्वीध्वम् इति भवति इति मया श्रुतं भगिनि उक्तमेव उत्तमम् अस्तु समीचीनं तर्हि इदानीं विजयलक्ष्मी भगिनी डुक्रै इति धातुः पठतु एकवारम् डुक्रै धातुः तनादिगणे दशधातवः सन्ति तेषु नव हलन्तधातवः उपरि परिशीलिताः दशसु एकः धातुः अजन्तः स च धातुः डुक्रीकरणे आदिन्यटुडवः इत्यनेन ढू इत्यस्य इत् संज्ञा हलन्त्यम् इत्यनेन ञ इत्यस्य इत् संज्ञा तस्य लोपः इत्यनेन तयोः लोपः निरुबन्धरूपं निरनुबन्धरूपं कृ इति. पूर्वं यथोक्तं कृ धातुः तनादिगणे एव पठितः तनादिकृङ्भ्यः उः इति सूत्रेण, किन्तु सूत्रे कृ धातुः पुनः उक्तं किमर्थम् इति चेत्, कृ धातोः उप्रत्ययः तु भवति किन्तु अन्ये तनादिगणीयविधयः कृ धातु कृते न प्रसक्ताः, द्विवारं वदनेन नियमः कृतः. सीमा अध्यारोपिता उत यत् उप्रत्ययस्य एव विधानम्, एतदर्थमेव तनादिगणे स्थापितः, अन्ये तनादिगणीयविधयः कृ धातुतः न भवन्ति. वक्ष्यमाणेन विशिष्टसूत्रत्रयेण धातुविकरणप्रत्ययोरङ्गं व्यावहारिकतया द्विविधं, तथा तदा च तिङ्प्रत्ययः वकारादिः मकारादिः यकारादिः चेत् प्रक्रिया अपरेभ्यः तनादिगणीयधातुभ्यः भिद्यते. कृधातोः औपदेशिक रूपम् अस्ति डुक्रि इति. तत्र डु इत्यस्य आदिर्निटुडवः इत्यनेन इत्संज्ञा भवति इत्यनेन सूत्रेण, अपि च यकारस्य अन्त्य यकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति. तस्य लोपः इति अनयोः लोपः लोपः कृत्वा कृ इति निरनुबन्धरूपं लभ्यते. तत्र कृ धातु तनादिगणे एव पठितः, परन्तु सूत्रे तनादिकृभ्यः उः इति कृ धातोः किमर्थं द्विवारं किमर्थं द्विवारम् उक्तम् अस्ति इति इत्यस्य कारणः किं कारणम् इति प्रश्ने सति. कृ धातोः उप्रत्ययः तु भवति एव, उविकरणप्रत्ययः तु भवति, परन्तु तनादिगणीय अन्यानि कार्याणि कृ धातोः कृते प्रसक्ताः न भवन्ति, अतः द्विवारं कृ धातु लिखितमस्ति. नियमनं करोति यत् उप्रत्ययस्य कृते एव कृ धातु तनादिगणे अस्ति, अन्यस्मिन् अन्येषां कार्याणां वा अन्येषां तनादिगणीयकार्याणि अन्यानि तनादिगणीयकार्याणि कृ धातोः कृते प्रसक्ताः न भवन्ति इति. प्रसक्तानि न भवन्ति प्रसक्तानि न भवन्ति इति सूत्रस्य आशयः वा इति तादृश अर्थः विवक्षितः इति विवक्षितः ऊहां कुर्मः इति अस्ति. तत्र कृधातोः विशेषप्रक्रिया अस्ति, तत् किम् अस्ति इति वयं पश्यामः. भगिनी पठितुं शक्नोमि इदानीम्? ओ शक्नोति वा, अस्तु अग्रे पठतु. कृधातोः अङ्गद्वयं कृधातोः अङ्गद्वयं पित्सु प्रत्ययेषु कृयोग उ सार्वधातुकार्थधातुकयोः इत्यनेन एकः गुणः करयोग उ करु इति अङ्गं. द्वितीयः बिन्दुः अपित्सु प्रत्ययेषु कृयोग उ सार्वधातुकार्थधातुकयोः इत्यनेन एकः गुणः करयोग उ करु. अत उत् सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः कुरु इति अङ्गम्। अत्र कृ धातोः अङ्गद्वयं सम्भवति इति प्रदर्शितम्। तर्हि पित्सु प्रत्ययेषु सार्वधातुकार्थधातुकयोः इत्यनेन गुणः भूत्वा इकः गुणः भूत्वा कृ इत्यस्य कर् इति भवति, उ इति प्रत्ययस्य योजनेन करु इति अङ्गं सामान्यतया लभते। अपित्सु प्रत्ययेषु किं जायते इति चेत् तत्रापि सार्वधातुकार्थधातुकयोः इत्यनेन इकः गुणः भूत्वा कर् इति भवति, उकारस्य योजनेन करु इति अङ्गं लभते। ततः परम् अत उत् सार्वधातुके इति विशिष्टसूत्रेण अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः। तर्हि करु इत्यत्र अकारः केवलं ककारात् परम् अकारः तिष्ठति, तस्य अकारस्य उकारादेशः भवति अनेन सूत्रेण, अत उत् सार्वधातुके सूत्रेण। तर्हि कुरु इति नूतनाङ्गं लभते। तर्हि अङ्गद्वयं कृ धातोः कृते, एकं तु करु इति अस्ति, अन्यत् तु कुरु इति अङ्गं भवति। इति समीचीनं, सर्वत्र तत्र तथैव पित् प्रत्ययः अस्ति चेत् करु इति अङ्गम्, अपि प्रत्ययः अस्ति चेत् कुरु इति अङ्गम्, कुरुयोगः तः कुरुतः, करु करुयोगः ति करोति गुणकार्यं कृत्वा इति सर्वत्र तथा भवति। अस्तु, अत्र स्थगनं कुर्मः। अत उत्सर्वदातिके इति सूत्रम् अग्रिमसप्ताहे पठिष्यामः, यतोहि अत्र समयः अतीतः। अत्र स्थगनं कुर्मः। कोऽपि प्रश्नः अस्ति वा? नास्ति महोदय। अस्तु, तर्हि अत्र स्थगनं कुर्मः। नमस्कारः, धन्यवादः। नमस्कारः, धन्यवादः। धन्यवादः भगिनी। धन्यवादः भगिनी। नमस्कारः।